गुरुब्रह्म गुरुविष्णु गुरुदेव महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषये अस्ति तत्र परत्वम् अपरत्वम् इति तत्र परत्वम् अपरत्वं तयो इति विषयः तस्य तत्र लक्षणवाक्यं पूर्वम् अत्र आसीत् तत्र परत्व अपरत्वं तत्र पार अपरा व्यवहार तस्य असाधारणकारणम् किन्तु कारणद्वयं यतोहि परत्वम् अस्ति अपरत्वमपि अस्ति अतः कारणे परत्व अपरत्वे इति अतः तत्र परत्वम् अपरत्वं नाम किम् इति वयं गतवर्गे दृष्टवन्तः इदानीं तत्र नाम तत्र समीपस्थम् अथवा दूरस्थम् इति आधारीकृत्य तत्र परत्वं वा अपरत्वम् इति भवति इदानीं तत्र कालस्य विषये अपि तादृशव्यवहारः भवति इति अस्ति अस्तु तर्हि तत्र नाम तत्र यदा वयं गतवर्गे दृष्टवन्तः तत्र यज्ञदत्तः अत्र अस्ति तत्र किमर्थं न दृश्यते पश्यामः नमस्कारः उषा भगिनी नमस्कारः मृगाली भगिनी नमस्कारः चन्द्रमती भगिनी नमस्कारः नमस्कारः भगिनी अस्तु तर्हि तत्र गतवर्गे वयं दृष्टवन्तः यज्ञदत्तः अत्र अस्ति मैत्रः समीपः अस्ति तर्हि मैत्रे अपरत्वम् अस्ति चैत्रः दूरः अस्ति मैत्रस्य अपेक्षया यज्ञदत्तात् अतः चैत्रे परत्वम् अस्ति अपि यदि यज्ञदत्तः अत्र न आसीत् किन्तु अत्र आसीत् अत्र यज्ञदत्तः अस्ति चेत् तर्हि चैत्रे अपरत्वं भवति अपि मैत्रे परत्वं भवति अतः तत्र यज्ञदत्तस्य तत्र स्थानं तस्य परिवर्तनं कुर्मः नाम तत्र अन्यत्र तस्य स्थानं भवति चेत् अपरत्वं परत्वम् इति तत्र विपरीततया भवति इति तत्र देश अथवा दिक् कृत परत्व अपरत्व परत्वयोः विशेषः अस्ति इदानीं कालस्य विषये किं भवति इति अग्रे दत्तमस्ति अस्तु तर्हि इतः एव पठामः तर्हि शोभगिनी आरम्भं करोति वा अत्र अयं परः विशेषः इति आं महोदय श्रूयते खलु अत्र अयं परः विशेषः क्षम्यताम् अत्र अयम् अपरः विशेषः अपरः क्षम्यताम् अत्र अपरः विशेषः आमां यज्ञदत्तम् एव यदि वयं चैत्रमैत्राभ्यां प्राच्यमानयामः प्राच्याम् आनयामः यज्ञदत्तम् एव यदि वयं चैत्रमैत्राभ्यां प्राच्याम् आनयामः तदा पूर्वं यत् चिन्तितं तद् विपरीतं भवति यज्ञदत्तात् प्रतीचीं प्रति काष्ठफलकानां स्थापने चैत्रपर्यन्तं यावन्तः फलकाः भवेयुः तदपेक्षया मैत्रपर्यन्तम् अधिकाः भवेयुः एवं सति चैत्रः भवेत् सन्निकृष्टः मैत्रः तु विप्रकृष्टः मैत्रे तर्हि परत्वम् उत्पद्यते चैत्रे च अपरत्वम् उत्पद्यते इदं सर्वमपि प्राचीं प्रतीचीं च आदाय काष्ठफलकरूपान् दिक् उपाधीन् इति तत्र परिमितिः अवधिः भवति दिग् उपाधीन् च आदाय भवति इति इदमेव दिक् तटं न दिक् तत्र दिक् कृतं दिक् कृतं कृतं वा अस्तु दिक्कृतं दिक्कृतं दिक् कृतं परत्वं दिशाकृतं परत्वं परत्वम् आम् अधिकृतम् अपरत्वम् इति च उच्यते नैतादृश दृशैव किं क्षमतां नैतादृशवैपरीत्यं न एतादृश तत्र न एतादृशवैपरीत्यम् इत्युक्ते विपरीतत्वं वैपरीत्यं वक्ष्यमाणयोः कालकृतपरत्वापरत्व अपरत्वयोः भवति अस्तु किं तत्र न एतादृश एव एतादृशविपरीतत्वं वक्ष्यमाणयोः कालकृतपरत्व अपरत्वयोः भवति ज्येष्ठे सर्वदा परत्वस्य कनिष्ठे सर्वदा अपरत्वस्य एव उत्पाद्यमानत्वात् अस्तु विभुद्रव्ये आकाशादौ विभु इत्युक्ते तत्र सर्वव्यापी विभुद्रव्ये आकाशादौ समीपे दूरे इत्यादि व्यवहारः न सम्भवति अतः अनयोः पृथिव्यादिचतुष्टये मनसि च वृत्तित्वं मूले निरूपितम् एतावता दिक्तटे निरूपिते सम्प्रति कालकृते परत्वा अपरत्वे निरूप्येते अस्तु तत्र तदेव इदानीं तत्र काल दिक्तटं दिक्कृत क्षमतां दिक्कृत परत्व अपरत्वम् इति दृष्टं पूर्वं यत्र तत्र सन्निकृष्टः किम् अन्यत् विप्रकृष्टः इति इत्युक्ते दूरस्थः दूरस्थः अपि च समीपस्थः इति भवति तेन तत्र परत्वम् अपरत्वम् इति सिद्ध्यति किन्तु इदानीं कस्मिन् परत्वं कस्मिन् अपरत्वम् अपरत्वं यत् समीपस्थः अस्ति तस्य अपरत्वं भवति परत्वम् इत्युक्ते यत् दूरस्थः अस्ति तस्य परत्वं भवति इदानीं तत्र विपरीतरीत्या पश्यामः चेत् तत्र यथा यज्ञदत्तः तस्य कृते मैत्रस्य अपरत्वं किन्तु प्राची प्रति आगच्छति चेत् चैत्रस्य अपरत्वं भवति तथा एव विपरीतत्वं भवति किन्तु इदानीं कालस्य योजनेन कालस्य दिक्कृतयोः इदानीं केवलं शीघ्रेण मास्तु तत्र इदानीं तत्र चित्रे यद् निदर्शितं तत् एकवारं वदतु नाम चित्रे यद् यत्र यज्ञदत्तः अस्ति अस्तु चित्रे यज्ञदत्तः प्रतीचि इति दिशि अस्ति अपि च चैत्रः प्राची दिशि अस्ति मैत्रः तयोः मध्ये अस्ति किन्तु यज्ञदत्त चैत्रस्य अतः तत्र कस्मिन् किम् अस्ति नाम मैत्रे किम् अस्ति चैत्रे अतः तत्र मैत्रे अपरत्वम् अस्ति चैत्रे परत्वम् अस्ति अपि च यतोहि तत्र यदि वयं तत्र तत्र परिमाणं तत्र परिमाणः कः इति तत्र तस्य तूल यदि तत्र मापनं कुर्मः तर्हि तत्र अधिकाः फलकाः मैत्रयज्ञदत्तयोर्मध्ये सन्ति अतः पञ्च अधिकाः फलकाः सन्ति अतः चैत्रे परत्वं क्षमतां चैत्र यज्ञदत्तयोर्मध्ये पञ्च अधिकाः फलकाः सन्ति मैत्रयज्ञदत्तयोर्मध्ये पञ्चफलकाः न्यूनाः सन्ति अतः मैत्रस्य अपरत्वं भवति चैत्रस्य परत्वं भवति मैत्रे अपरत्वं चैत्रे परत्वम् इत्युक्ते परत्वम् इत्युक्ते विप्रकृष्टः अपरत्वम् इत्युक्ते सन्निकृष्टः समीचीनं किन्तु तत्र अपरत्वम् इति गुणः अस्तु अस्तु भिन्नविषयः तत्र अपरत्वं मैत्रे अस्ति यः वदतु यः सन्निकृष्टः अस्ति यः सन्निकृष्टः अस्ति तस्मिन् अपरत्वं भवति, यः वक्रकृष्टः अस्ति तस्मिन् परत्वं भवति इति भवति, इति भवति उत्तमं। तर्हि तत्र आधारादेयभावः इति गुणः अस्ति, गुणस्य आधारः मैत्रः चैत्रः इति, परत्वमिति गुणः, अपरत्वम् इति गुणः, विप्रकृष्ट अपि सन्निकृष्टयोः ते तु तत्र आधार आधार तयो आधेयरूपेण आधेय रूपेण भवतु आधारौ। उत्तमम्, अस्तु। इदानीम् अग्रे तत्र इदानीं विशेषः कः अस्ति अत्र? यज्ञदत्तम् एव यज्ञदत्तम् एव यदि वयं चैत्रमैत्राभ्यां प्राच्याम् आनयामः। अस्तु, इदानीं प्रतीची इत्यत्र अस्ति, दिशि यज्ञदत्तः अस्ति, इदानीं प्राची दिशि दिशि प्रतीच्याम् अस्ति, प्रतीच्याम् अस्ति, इदानीं यज्ञदत्तं प्राच्याम् आनयामः, तर्हि तदा अत्र स्थापयामः, यद् तदा पूर्वं यत् चिन्तितं तद् विपरीतं भवति। यतोहि तत्र इदानीं तत्र दूर किं फलकानां भिन्न गणना भवति, तत्र यज्ञदत्तात् प्रतीचीं प्रति काष्ठकफलकानां स्थापने चैत्रपर्यन्तं यावन्तः फलकाः भवेयुः तदपेक्षया मैत्रपर्यन्तम् अधिकाः भवेयुः। हा, इदानीम् अस्मिन् दिशि आगच्छति चेत् तत्र इदानीं तत्र मैत्रपर्यन्तम् अधिकाः फलकाः भवन्ति, चैत्र चैत्रपर्यन्तं तु इदानीं तत्र चैत्रस्य कृते फलकाः एव न सन्ति, तत्र स्थापयामः चेत् सर्वे फलकाः मैत्रस्य कृते एव खलु। तर्हि एवं सति चैत्रः भवेत् सन्निकृष्टः, मैत्रः तु विप्रकृष्टः, तत् तत्र द्रष्टुं शक्नुमः। मैत्रे तर्हि परत्वम् उत्पद्यते, अस्तु, मैत्रे इदानीं परत्वम् उत्पद्यते, यत्र अपरत्वम् आसीत् इदानीं परत्वम् उत्पद्यते, अपि च चैत्रे च अपरत्वम् उत्पद्यते, इदं सर्वमपि प्राचीं प्रतीचीं च आदाय काष्ठकफलकरूपात् रूपान् दिक् उपाधीन् च आदाय भवतीति इदमेव दिक् दिक्कृतं परत्वं, तत्र दिक्कृतम् इति एव अस्ति इदानीमपि, दिक्कृतं परत्वं, दिक्कृतं परत्वं नाम दिशा आगतं परत्वं, नाम दिशा आगतं परत्वं, दिक् एव कारणम्, अस्य परत्वस्य कारणं दिक् अस्ति, अतः दिक् कृतं तेन कृतम् अथवा तया अथवा अपरत्वं, दिक्कृतं परत्वम् अथवा अपरत्वं, दिक्कृतम् अपरत्वम् इति अपि उच्यते, न एतादृशवैपरीत्यं वक्ष्यमाणयोः कालकृतपरत्व अपरत्वयोः भवति। अस्तु, एतादृशविपरीतत्वं वक्ष्यमाणयोः इत्युक्ते इदानीम् अग्रे पश्यामः, तत्र कालकृतपरत्व अपरत्वयोः भवति एतादृशवैपरीत्यं भवति, ज्येष्ठे सर्वदा परत्वस्य, कनिष्ठे सर्वदा अपरत्वस्य एव उत्पद्यमानत्वात्। अस्तु, इदानीं तत्र ज्येष्ठः कनिष्ठः इति विषयः आगच्छति, तर्हि तत्र तु यत्र कुत्रापि स्थापयामः तत्र परिवर्तनं न भवति, ज्येष्ठस्य अधिकमेव कनिष्ठस्य न्यूनमेव भवति। विभुद्रव्ये आकाशादौ समीपे दूरे इत्यादि व्यवहारः न सम्भवति इति जानीमः, अतः अनयोः पृथिव्यादिचतुष्टये मनसि च वृत्तित्वं मूले निरूपितं पृथिव्यादिचतुष्टये. तत्र पृथिवी, आकाशः, अपि च न पृथ्वी आकाशे विभुद्रव्य आकाशादौ द्रव्य आकाशादौ, किन्तु तत्र न सम्भवति, समीपे दूरे इति न सम्भवति. नाम आकाशः विभुद्रव्या द्रव्याणि कानि? आकाशः, वायुः, आकाशः, आत्मा, आत्मा सर्वव्यापी, आकाशः सर्वव्यापी, अपि च मनः वा? न मनः तस्य तत्र परिमाणं तत्र विभुद्रव्यं नास्ति. मनः विभुद्रव्यं नास्ति, नास्ति, नास्ति. अतः तत्र आकाशः अपि तत्र आत्मा, अन्यत् किमपि आसीत् वा तत्र? तत्र द्रव्याणि, नवद्रव्याणि, कालः, दिक् कालः नास्ति वा? दिक् कालः, सत्यं. कालः, तेषां परिमितिः नास्ति. दिक् दिशा, दिशः अपि परिमितिः नास्ति. अस्तु, तत्र तर्हि तत्र किं वक्तव्यं? विभुद्रव्य आकाशः, अतः स्मरति वा तत्र नवद्रव्याणि कानि इति? नवद्रव्याणि तत्र महोदय पृथिवी, आपः, तेजः, वायुः, आकाशः, कालः, आत्मा, मनसपि, मनांसि. दिक् दिक् कालः, दिक् नवद्रव्याणि. तेषु तत्र आकाशः, आत्मा एव वा? दिक् अपि कालः, कालः, दिक् कालः, आकाश इति विभुः इति. विभुः, तद् इति इदानीं तत् निष्कासयामश्चेत् तत्र किं भवति? तत्र पृथिवी, जलम्, आपः, पृथिवी, जलं, वायुः, तेजः, आपः, वायुः, वायुः अपि मनः, मनः इति भवति. इति एव तत्र, इति एव तत्र तयोः एव अत्र, तत्र एव तत्र अपरत्वम्, अपरत्वम्, अपरत्वम्, परत्वम् इति इति तत्र गुणः, गुणस्य तत्र आधारः सर्वदा द्रव्यं खलु? द्रव्यम्. तर्हि अतः केषु द्रव्येषु तत्र एषः गुणः भवितुम् अर्हति इति प्रश्नः. तत्र चतुष्टयम् इति दत्तम्, चतुष्टयं पृथिवी, तेजः, वायुः, मनः वा? न पृथिवी, तेजः, आपः, तेजः, वायुः, वायुः, तर्हि मनः इति नास्ति तत्र? न तदनन्तरं तत्र अतः अनयोः, तत्र अन्तिमवाक्यम् अतः अनयोः, अतः अनयोः पृथिव्यादिचतुष्टये मनसि च वृत्तित्वं मूले निरूपितं. तत्र मनस् इति, मनः इति पृथक्तया स्वीकृतम्. नाम चतुष्टये अस्ति, मनसि च अस्ति, मनसि च अस्ति इति अस्ति निरूपितम्. अस्तु, वृत्तित्वम् अस्ति. अतः तत्र तेषु एव तत्र परत्वम्, अपरत्वम् इति गुणः भवितुम् अर्हति. तत्र किमपि वृत्तित्वं भवति चेत् एतेषु एव भवति इति. उत्तमं भगिनि, तथैव अस्ति. अस्तु, उत्तमं. तर्हि तत्र दिक्कृतपरत्वं, कालकृतपरत्वम् अपि अस्ति, किन्तु परत्वम् अपरत्वम् इति तु तत्र सर्वदा तत्र केवलं तत्र विभुद्रव्ये कदापि न भवन्ति, केवलं पृथिव्यादिचतुष्टये अपि मनसि च भवितुम् अर्हन्ति, अन्यत्र न भवन्ति इति अस्ति. अस्तु, समीचीनं. धन्यवादः, धन्यवादः, धन्यवादः. अस्तु, अग्रे चन्द्रमती भगिनी भवती अग्रे पठतु. महोदय, अग्रे ज्येष्ठे निजे कनिष्ठे सर्वदा परत्वम् अपरत्वं, तद् कथमिति एकवारं वदति वा? भगिनि, इदानीमेव तत्र सहैव उदा अत्र नूतनविषयः, किन्तु तत्र स्थूलरीत्या वदामि, नाम यः यः दूरः तस्मिन् परत्वं, यः समीपः अस्ति सः तस्मिन् अपरत्वम् इति अस्ति। तत्र दिक्कृतपरत्वम् अपरत्वं, किन्तु कालकृतपरत्वं किं भवति? कालकृतपरत्वं तत्र किं भवति? यः पूर्वं जातः, नाम यः ज्येष्ठः, सः एव तस्मिन् एव सर्वदा परत्वं। यः तदनन्तरं जातः, नाम यः कनिष्ठः अस्ति, तस्मिन्नेव अपरत्वम्। अतः तत्र विपरीतरीत्या न वक्तुं शक्नुमः, किन्तु तत्र कालकृत परत्वं तत्र एकमेव वक्तुं शक्नुमः, नाम अस्मिन् परत्वम् अस्ति, अस्मिन् अपरत्वम् अस्ति। किन्तु देशकृत दिक्कृतपरत्वम् अपरत्वं, यदि तत्र यज्ञदत्तस्य स्थानं तस्य परिवर्तनं भवति, तदा यस्मिन् अपरत्वम् आसीत् तस्मिन् परत्वम् इदानीम् आगच्छति, एतादृशं भवति। किन्तु कालकृतपरत्वे अपरत्वे तादृशं कदापि न भवति इति। अस्तु, अत्र अत्र आकाशादौ समीपे इत्युक्ते विभूद्रव्ये आकाशादौ, अनन्तरं ये यानि द्रव्याणि सन्ति तत्र इत्यादि व्यवहारः न सम्भवति, परन्तु पृथ्व्यादिचतुष्टये मनसि इत्युक्ते पृथ्व्यादिचतुष्टये इत्युक्ते एतेषु केषां द्रव्याणां ग्रहणं भवति? पृथ्वीषु नाम पृथ्वी, जलं, वायुः, तेजः, मनः, एतेषु परत्वम् अथवा अपरत्वम् इति गुणः उत्पद्यते। पृथ्वी, जलं, वायु, तेजः अपि मनः, अस्तु, तेषु उत्पद्यते, अस्तु, तेषु परत्वम् अपरत्वम् इति गुणः भवितुम् अर्हति। किन्तु यदि यज्ञदत्तः अत्र अस्ति, अस्तु, चैत्रः तत्र अस्ति, इदानीं तत्र आकाशः अपि अस्ति, तर्हि इदानीं तत्र आकाशे परत्वम् अस्ति वा अपरत्वम् अस्ति वा इति यदि पृच्छामः तत्र उत्तरं न लभते, यतोहि आकाशः विभुद्रव्यमस्ति। आकाशः दूरः अस्ति, समीपः अस्ति इति न वक्तुं शक्नुमः, खलु? चैत्रस्य कृते आकाशः दूरः अस्ति, चैत्रस्य कृते यज्ञदत्तात् आकाशः, तत्र यज्ञदत्तम् एकस्मिन् स्थाने स्थापयामः, तत्र चैत्रः समीपः अस्ति वा अथवा आकाशः समीपः अस्ति वा इति न वक्तुं शक्नुमः इति। अतः आकाशे परत्वम् अस्ति अपरत्वम् अस्ति इति न वक्तुं शक्नुमः, परत्वम् अपरत्वम् इति गुणः आकाशे न भवितुम् अर्हति। आकाशे न भवितुमर्हति, किन्तु परन्तु एकः मम प्रश्नः मनसि, तत् विभुद्रव्याम् आकाश इत्युक्ते, परन्तु लैट् इयर् इति वदामः खलु परिमाणस्य कृते, तत् लैट् इयर् इति तद् अत्र केवलं भगिनि नाम दिक् कृत दिक् अस्तु दिक् कृतपरत्वम् अपरत्वम् आकाशादौ न भवति इति। अस्तु अस्तु अस्तु, अग्रे किं भवति? अग्रे यदि यथा भवती वदति तत्र किं नाम, यदि कालकृतपरत्वम् अपरत्वम् इति भवति, तत्र विभुद्रव्यस्य विभुद्रव्यम् इव किं भवति इत्युक्ते, तत्र यत् तत्र नित्यमस्ति, यत् अनित्यमस्ति, यदि नित्यमस्ति तद् कनिष्ठः वा ज्येष्ठः ज्येष्ठः वा एतादृशप्रश्नः न भवितुम् अर्हति, खलु? अतः तत्र विभुद्रव्यमिव नित्यद्रव्यम् इति तत्र भवति इति चिन्तयामि। किन्तु अत्र आकाशः इति अत्र आकाशे का दिक् कृतपरत्वम् अपरत्वम् इति व्यवहारः न भवति, यतोहि तत्र समीपः वा दूरः इति न वक्तुं शक्नुमः अस्तु, धन्यवादः। हा, समीचीनम्, अस्तु, चन्द्रमती भगिनी अग्रे। सः षोदाहरणं कालिकपरापरत्वनिरूपणम् इह रूपादिवत् अनयोः निरूपणे अन्यव्याख्यासु न अधिकमुक्त इति विषयममुं स्फुटं निरूपयामः. इदानीं रूपादिवत् अनयोः इत्युक्ते गुणं रूपगुणम् एव गुणम् अनयोः निरूपणे अन्यव्याख्यासु न अधिकमुक्तम् इति विषयममुं स्फुटं निरूपत. तस्मिन् विषये इदानीं स्फुटं निरूपणं करिष्यामः इति वा? सत्यं भगिनि, नाम रूपादिवत् अनयोः निरूपणे अन्यव्याख्यासु न अधिकम् उक्तम् इत्युक्ते किम्? अधिकम् अपरत्वपरत्वविषये न उक्तम् अस्ति वा? कुत्र कुत्र न उक्तम्? पूर्व अस्मिन् उदाहरणे पूर्वव्याख्याने न न अन्य अन्यव्याख्यासु अन्यव्याख्यासु नाम तत्र नाम तत्र नैयायिकग्रन्थे ग्रन्थेषु तत्र अधिकं न उक्तम् तत्र अतः नाम रूपस्य विषये अधिकम् उक्तं रूपादिवत् नाम रूप रसगन्धः इत्यादीनां गुणविषये तत्र व्याख्यानं तेषां गुणानां व्याख्यानं सम्यक् रीत्या अस्ति सम्यक् रीत्या व्याख्यासु अस्ति किन्तु अनयोः नाम परत्व परत्व अपरत्वयोः विषये तादृश व्याख्यासु नाम तादृशासु व्याख्यासु अधिकं न उक्तम् इति कृत्वा किं कुर्मः तर्हि? तर्हि अतः इदानीं सम्यक् निरूपणं करिष्यामः इति चिन्तनम्. इति समीचीनं भगिनि, तथैव अस्ति. विषयम् अमुं विषयं पुटं नाम स्पष्टतया निरूपयामः इति अस्ति. लोकप्रसिद्धं हि इदं यत् रामः लक्ष्मणस्य ज्येष्ठभ्राता, लक्ष्मणः रामस्य कनिष्ठः इति. इयं ज्येष्ठता एव शास्त्रे परत्वमिति उच्यते, कनिष्ठता च अपरत्वम्. तत्र रामः कुतः ज्येष्ठः इति प्रश्ने पूर्वम् उत्पन्नः इति समाधानं, लक्ष्मणः पश्चात् उत्पन्नः इति हेतोः कनिष्ठः इति च समाधानम्. अत्र उदाहरणं दर्शयति, दत्तमस्ति रामलक्ष्मणयोः, रामः लक्ष्मणस्य ज्येष्ठः, कारणं सः पूर्व प्रथमं तस्य जन्म अभवत्, अनन्तरमेव लक्ष्मणस्य, लक्ष्मणः अनन्तरम् उत्पन्नः इति कारणेन रामस्य कनिष्ठः लक्ष्मणः भवति. अतः पूर्वमुत्पन्नं अनन्तरम् उत्पन्नं तद् व्यवस्थाम् अनुसृत्य पूर्वः ज्येष्ठः अनुजः इति विवेचनं विवेचनस्य समाधानं भवति कारणं तर्हि तर्हि भगिनी तत्र कस्मिन् परत्वमस्ति कस्मिन् अपरत्वमस्ति? परत्वं लक्ष्मणस्य कृते रामः परः, कस्मिन् परत्वमस्ति? रामस्य कृते लक्ष्मणः अपरः. तर्हि कस्मिन् परत्वमस्ति? रामे परत्वं, लक्ष्मणे अपरत्वम्. उत्तमं, समीचीनं भगिनि. अतः तत्र किमुक्तं? ज्येष्ठता एव परत्वम्, कनिष्ठता कनिष्ठता एव अपरत्वम्. नाम रामः ज्येष्ठः, रामः ज्येष्ठः खलु, किन्तु एतादृशं परत्वम् अपरत्वम् अस्ति वा? पूर्वजन्म पूर्वजाः अस्ति चेत् ज्येष्ठः तादृशं परः इति वक्तुं शक्यते. अत्र एकस्मिन् जन्मनि सहोदरः ज्येष्ठः अनुजः, तत्र परत्वं द्वयमपि सन्निकर्षः एव हा इदानीं सत्यं भगिनि, इदानीं तत्र अतः यत्र परत्वम् अपरत्वं किम् अस्ति, एतत् कालकृतपरत्वम् अथवा कालिकपरत्वं कालिक अपरत्वं दिक् कृतपरत्वं भिन्नम् अस्ति. हा दिक् कृतपरत्वं दिक् कृत अपरत्वं भिन्नम् अस्ति, एतत् कालिक अथवा कालकृत परत्वम् अपरत्वं. तर्हि नाम कालकृत परत्वं नाम ज्येष्ठता, कालकृत अपरत्वं नाम कनिष्ठता, नाम यस्य वयः न्यूना अस्ति खलु, न्यूनम् अस्ति. अस्तु समीचीनं भगिनि, धन्यवादः. अस्तु अग्रे तर्हि मृणालिनी भगिनी अग्रे पठति वा? तत्र पूर्वम् पूर्वम् उत्पन्नं यत् शरीरं तत् अहर्निशं भ्रमतः सूर्यस्य याः क्रियाः तासां यद्यपि न समवायिन आश्रयः क्रियायाः स्वसमवायिकारणे सूर्य एव समवायेन सत्त्वात् तथापि तत् तादृशक्रियाणां परम्परया आश्रयः भवति. कपालस्य समवायित्वसम्बन्धेन घटपरिमाण घटपरिमाणाश्रयत्ववत् परन्तु अत्रत्यः परम्परासम्बन्धः भवति स्वाश्रय तपनसंयुक्तकालसंयुक्तत्वं कालस्य विभुत्वं सर्वं मूर्तैः सह संयोगः तन्निरूपणे उक्त एव. एक एव कालः तपनेन सूर्येण सह संयुक्तः रामशरीरेण च. तर्हि अत्र पूर्वम् उत्पन्नं यत् शरीरं तत् अहम् इदानीम् एतावत् भगिनि, नाम तत्र रामे अपि लक्ष्मणे तत्र कस्मिन् परत्वं कस्मिन् अपरत्वम् इति एकवारं वदतु. रामे परत्वं वर्तते यतोहि सः ज्येष्ठः, लक्ष्मणे अपरत्वं कनिष्ठत्वात्. हा नाम अपरत्वं नाम कनिष्ठता, परत्वं नाम ज्येष्ठता, कालिक अपरत्वं नाम कनिष्ठता, कालिकपरत्वं नाम ज्येष्ठता. यः ज्येष्ठः तस्मिन् परत्वं, यः कनिष्ठः तस्मिन् अपरत्वं, खलु. हा इदानीं तत्र परत्वं नाम किम् इति तस्मिन् विषये किञ्चित् अधिकं नाम तत्र स्पष्टतया वक्तव्यमिति कृत्वा अत्र अग्रे किञ्चित् विवरणं दत्तमस्ति. नाम यदि तत्र पूर्वम् उत्पन्नं यत् शरीरं तत् अहर्निशं भ्रमतः सूर्यस्य याः क्रियाः तासां यद्यपि न समवायेन आश्रयः क्रियया तावत्पर्यन्तं वदतु किमस्ति, किम् उक्तं. पूर्वम् उत्पन्नं शरीरमस्ति तत् अहर्निशं सूर्यस्य सूर्यं प्रति भ्रमतः याः क्रियाः तासां क्रियाः इति बहुवचने खलु. आमां क्रियाः तासां यद्यपि समवायेन न आश्रयः नाम तावत् किम् उक्तं तत्र सः सूर्यस्य सूर्यं प्रति अहर्निशं भ्रमति यत् पूर्वम् उत्पन्नं शरीरं हा नाम सूर्यस्य भ्रमतः सूर्यस्य भ्रमतः अहर्निश नाम सूर्यः सर्वदा भ्रमति इति सूर्यः तत्र भ्रमतः सूर्यस्य इति तत्र प्रथमविभक्तिरूपं वदतु भ्रमतः सूर्यस्य भ्रमन् भ्रमतो भ्रमन्तः भ्रमन् भ्रमन् सूर्यः तस्य तस्य नाम तस्य भ्रमतः सूर्यस्य याः क्रियाः नाम सूर्यः काः क्रियाः करोति तासां समवायेन आश्रयः तत्र शरीरमस्ति वा न अतः अग्रे अग्रे इदानीं पठतु क्रियायाः क्रियायाः स्वसमवायिकारणे सूर्ये एव समवायेन सत्त्वात् हा तर्हि तत्र क्रियायाः क्रियाः कुत्र सन्ति समवायसम्बन्धेन कुत्र सन्ति क्रिया सूर्यस्य क्रिया न सूर्यस्य क्रिया सूर्यस्य क्रिया तत्र आकाशे न सूर्यस्य क्रिया सूर्ये एव अस्ति खलु ओहो तथा वा सूर्यस्य क्रिया सूर्ये एव आम् अत्र उक्तं क्रियायाः स्वसमवायिकारणे सूर्ये एव समवायेन सत्त्वात् अर्थः कः अत्र न अर्थः वदतु सूर्यस्य क्रिया स्वस्मिन् अर्थात् सूर्य एव समवायेन सत्त्वात् समवायेन सम्भवति न क्रिया अत्र आरम्भतः पठतु नाम तत्र प्रथमपदं किमस्ति क्रियायाः समवायिकारणे सूर्ये एव समवायेन सत्त्वात् हा तर्हि वदतु क्रियायाः अर्थः कः विभक्ति का तत्र षष्टि हा क्रियायाः क्रियायाः अग्रे किमस्ति षष्टि तर्हि क्रियायाः कारणेन नास्ति क्रिया तृतीया नास्ति खलु भगिनि कारणे कारणे इति कारणे सूर्ये एव समवायेन सत्त्वात् हा अर्थः कः अर्थात् क्रियायाः आश्रयः स्वसमवायिकारणे सूर्ये एव भवति हा क्रियायाः कारणं सूर्यः सूर्यस्य क्रिया तर्हि क्रियायाः कारणं सूर्यः एव सूर्यः इति कारणं कीदृशकारणं समवायिकारणं वा असमवायिकारणं वा निमित्तकारणं वा समवायेन समवायकारणं समवायिकारणं समवायसम्बन्धेन अस्ति क्रिया समवायसम्बन्धेन आश्रये अस्ति अतः सूर्यः क्रियावतोः हा उत्तमं भगिनि हा तत्रैव समवायसम्बन्धः भवति उत्तमं हा अतः तर्हि क्रिया सूर्यस्य क्रिया सूर्ये एव समवायसम्बन्धेन भवति न तु शरीरे खलु आम् आम् हा अतः शरीरं समवायेन तत्र शरीरे सूर्यस्य क्रिया समवायसम्बन्धेन न भवति खलु हा किन्तु हा अग्रे यतोहि समवायसम्बन्धेन क्रिया तु सूर्ये एव भवति इदानीम् अग्रे हा तथापि तत् तादृशक्रियाणां परम्परया आश्रयः भवति तत् नाम किम् अत्र तथापि तत् तादृशक्रियाणां तत् नाम तत्र अहर्निशं भ्रमतः सूर्यस्य याः क्रियाः इदानीं पर्यन्तं किम् उक्तम् अत्र एतावत्? इदानीं यत् उक्तमस्ति यत् समवायसम्बन्धेन क्रियायाः आश्रयः सूर्य एव भवति, न तु तत् शरीरे शरीरम् आश्रयः न भवति इति उक्तं खलु, समवायसम्बन्धेन शरीरम् आश्रयः न भवति. शरीरं नाम यत् शरीरं पूर्वमस्ति खलु, यत् शरीरं तत् न समवायेन आश्रयः. अतः तत्र लघुवाक्यं यत् शरीरं तत् यद्यपि न समवायेन आश्रयः तथापि तत् तादृशक्रियाणां परम्परया आश्रयः भवति. हा तर्हि तत् नाम किं? तत् शरीरमेव. हा यद्यपि शरीरं क्रियायाः आश्रयः न भवति समवायसम्बन्धेन, तथापि परम्परासम्बन्धेन आशयः भवति क्रियायाः इति उक्तम्. इदानीम् अग्रे कथम् इति उच्यते, किन्तु एतावत् तत्र एतावत् यदि तत्र चित्ररूपेण लिखामः तत्र किम् अस्ति, अत्र शरीरमस्ति, एतत् शरीरं तत्र दशवर्षाः अस्ति इति चिन्तयतु. तर्हि दशवर्षपर्यन्तम् एतत् शरीरं तत्र साक्षी अस्ति खलु, सूर्यस्य क्रियायाः साक्षी अस्ति खलु, अहर्निशं भ्रमतः सूर्यस्य क्रियायाः साक्षी अस्ति खलु शरीरम्. इदानीं सूर्यः अस्ति, सूर्ये क्रियाः सन्ति, क्रियाः तु सूर्ये एव सन्ति न तु शरीरे, किन्तु इदानीं किम् उक्तं तत्र परम्परासम्बन्धेन शरीरे अपि क्रियाः सन्ति इति. नाम एषः सम्बन्धः समवायसम्बन्धः परम्परया आश्रयः भवति. अत्र सम्बन्धः समवायः नास्ति, आश्रयः भवति, समवायेन न आश्रयः भवति, यतोहि समवायः तु केवलं सूर्ये एव गन्तुं शक्नोति. क्रिया समवायसम्बन्धेन केवलं सूर्ये एव भवितुमर्हति, शरीरे अन्येन सम्बन्धेन परम्परासम्बन्धेन अस्ति इति उक्तम् एतावत्. अस्तु अग्रे. कपालस्य स्वसमवायित्वसम्बन्धेन घटपरिमाणाश्रयत्ववत् यथा कपालस्य स्वसमवायित्वसम्बन्धेन घटपरिमाणाश्रयत्ववत् परिमाणाश्रयत्ववत्. तर्हि कपालः तु घटे समवायिकारणेन अस्ति किल? तर्हि तत्र कपालः घटः कः, तत्र कः कस्य समवायिकारणं? कपालः समवायिसम्बन्धेन अस्ति घटे. कस्य तर्हि तत्र घटः कारणं वा कपालस्य? न न कपालः एव. हा उत्तमं, कपालः एव कारणम्. उत्तमं भगिनि. तर्हि घटः तर्हि कपालः खलु, कपालः एव आश्रयः. इदानीं कपालः नास्ति चेत् घटः भवितुम् अर्हति वा? न. तर्हि कपालः कारणं खलु. आम्. हा इदानीं घटः कपाले केन सम्बन्धेन अस्ति? घटः कपाले समवायिकारणेन सम्बन्धेन. न सम्बन्धे. उत्तमं भगिनि. नाम अवयव अवयविनोः अपि समवायसम्बन्धः खलु. अवयव अवयविनोः. अतः अत्र सम्बन्धः अस्ति अत्र सम्बन्धः अस्ति समवायः खलु, घटः समवायसम्बन्धेन कपाले अस्ति, तर्हि कपालः कीदृशकारणम्? घटस्य कीदृशं कारणम्? अन्य कोऽपि वदति वा? हा, कपालः समवायिकारणं, घटस्य समवायिकारणं, यतोहि घटः समवायसम्बन्धेन कपाले अस्ति. तत्र वयम् अस्माकं वाक्यमासीत् कपालः तादात्म्यसम्बन्धेन स्वस्मिन् तिष्ठ्वा समवायसम्बन्धेन घटम् उत्पादयति खलु, जनयति. हा, अतः कपालः समवायिकारणं घटस्य. इदानीं तत्र विषयः के के विषयाः सन्ति? घटः लिखितमस्ति वा उपरि? न दृश्यते अत्र, केवलं घटः कपालः इति रूपेण न किमपि न उक्तं लिखितं भगिनि. न चिन्तयामि उपरि किमपि लिखन् अस्ति वा इति. न न न न न न लिखित इदानीं लेखनीयमस्ति किन्तु न लिखितवान्. हा, तर्हि तत्र इदानीं कपालः अस्ति अस्मिन् वाक्ये, कपालः विषयः अस्ति, घटः अपि विषयः अस्ति, अन्यत् किमस्ति अत्र विषयः? यत् वाक्यं भवति न न कपालस्य इति वाक्ये, तत्र वाक्यं पठतु. तत्र कपालस्य स्वसमवायि समवायित्वसम्बन्धेन घटपरिमाणपरिमाणाश्रयत्वात् आश्रय परिमाण आश्रयत्ववत्. हा, तर्हि तत्र अन्यः विषयः अपि अस्ति खलु, परिमाण. हा, कस्य परिमाणं? घटपरिमाण. घटपरिमाणं, घटपरिमाणं, परिमाणम् इति गुणः वा द्रव्यं वा किम्? परिमाणगुण अस्ति किल? गुणः अस्ति, उत्तमं. हा, तर्हि घटः आशयः, तर्हि परिमाणं खलु. हा, तर्हि परिमाणं घटे अस्ति. इदानीं परिमाणम् इति घटे केन सम्बन्धेन अस्ति? गुणगुणिनोः समवायसम्बन्धेन. हा, उत्तमम्. अपि पुनः घटः कपाले केन सम्बन्धेन अस्ति? घटः कपाले तत्र समवायसम्बन्धेन एव किल? हा, उत्तमम्. हा, तर्हि इदानीं घटपरिमाणं कपाले अस्ति वा? घटपरिमाणं न. हा, नाम साक्षात् न, किन्तु परम्परासम्बन्धेन. हा, खलु भगिनि? आमाम्. हा, अतः तदेव अत्र उक्तं, कपालः कपालः भवति परिमाणस्य आश्रयः, घटपरिमाणस्य आश्रयः भवति खलु. हा, केन सम्बन्धेन? स्वसमवायी इत्युक्ते परिमाणस्य समवायी अस्ति घटः, तस्य पुनः समवायी इत्युक्ते कपालः इति तादृशसम्बन्धेन कपालः घटपरिमाणस्य आश्रयः भवति. आश्रयः कपालः घटपरिमाणस्य आश्रयः भवति इति कृत्वा, आश्रयः इत्युक्ते पुस्तकम् इत्युक्ते तस् पुस्तके पुस्तकत्वम् अस्ति. आश्रयः इत्युक्ते तस्मिन् किम् अस्ति? आश्रयत्वम् अस्ति खलु. हा, तर्हि कपालस्य अथवा कपाले आश्रयत्वम् अस्ति खलु. तदेव परिमाण आश्रयत्वं, यथा कपाले अथवा कपालस्य घटपरिमाण आश्रयत्वम् अस्ति, तद्वत् अत्र वत् इति मतुप् नास्ति, तादृशम् इति अर्थः. वत् वत् इत्युक्ते तथा, अत्र वत् इत्युक्ते मतुप् अपि भवितुमर्हति, किन्तु अत्र वत् इत्युक्ते तादृशम्, तथैव तथा हा अतः अत्र तथा किं भवति शरीरः अपि क्रियायाः आश्रयः भवति परम्परासम्बन्धेन इति किन्तु तत्र परम्परा इत्युक्ते तत्र सम्बन्धद्वयं यथा अत्र समवायसमवाय साक्षात् समवायसम्बन्धः वर्तते अत्रापि साक्षात् समवायसम्बन्धः वर्तते किन्तु परम्परासम्बन्धः तत्र सम्बन्धद्वयं स्वीकृत्य अधिकृत्य तत्र कल्पना खलु परम्परासम्बन्धेन तथैव अत्रापि साक्षात् सम्बन्धः नास्ति किन्तु परम्परासम्बन्धः भवति तत् कथम् इति अग्रे उक्तम् किन्तु एतत् उदाहरणम् अवगच्छति खलु तत्र घटपरिमाणं कपाले परम्परासम्बन्धेन अस्ति इति तथैव इदानीम् अग्रे अस्माकं कार्यं किं सूर्यस्य क्रिया अपि तथैव परम्परासम्बन्धेन शरीरे अस्ति इति द्रष्टव्यम् इति द्रष्टव्यम् अस्तु अग्रे परन्तु अत्रत्यः परम्परासम्बन्धः भवति स्वाश्रयतपनसंयुक्तकालसंयुक्तत्वम् अपूर्वम् अत्र सम्बन्धः अत्र परम्परासम्बन्धः कः आसीत् अत्र परिमाणमपि कपाले घटपरिमाणमपि कपाले तत्र सम्बन्धः परम्परासम्बन्धः कः आसीत् तत्र सम्बन्धः आसीत् स्वसमवायित्वसम्बन्धः हा इदानीं तादृशम् अत्र नास्ति नाम द्विवारं समवायि इति नास्ति अत्रत्यः परम्परासम्बन्धः भवति परन्तु इत्युक्ते तद् न भवति अन्यत्र भवति परम्परासम्बन्धः सः कः इत्युक्ते तपनसंयुक्त कालसंयुक्तम् तपनसंयुक्तकालसंयुक्तत्वम् इति एव तत्र परम्परासम्बन्धः भवति अर्थात् शरीरः स्व अर्थात् सूर्यस्य आश्रये भवति अनन्तरं तपने अपि संयुक्तः भवति तथा काल सूर्य पश्यामः भगिनी शरीरः अपि सूर्यः तत्र तु तत्र शरीरं तु सूर्ये नास्ति खलु अतः तत्र सूर्यः अपि शरीरे नास्ति खलु न सूर्यस्य क्रियायाः तत्र संलग्नः भवति शरीरः न तत्र क्रिया तु सूर्ये एव सन्ति खलु क्रियाः क्रियाः शरीरे यः प्रभावः तस्मिन् प्रभावे पश्यामः अस्तु अग्रे पठतु भगिनि तर्हि कालस्य विभुत्वम् आम् सर्वमूर्तैः सह संयोगः तन्निरूपणे उक्त एव खलु कालः विभुद्रव्यमस्ति वा आम् कालः विभुद्रव्यम् विभुद्रव्यम् अस्ति चेत् तत्र किं भवति सर्वे संयुक्तः भवति खलु नाम तत्र पुस्तकमस्ति चेत् कालः पुस्तकयोः संयोगः पुस्तकेन सह संयोगः अस्ति कालस्य खलु खलु तथैव तत्र सर्वमूर्तद्रव्यैः मूर्तैः इत्युक्ते मूर्तद्रव्यैः सह कालस्य संयोगः अस्ति खलु इदानीं एकः एव एकः एव एक एव कालः तपनेन सूर्येण सह संयुक्तः रामशरीरेण च तथा विभुद्रव्यमस्ति कालः अपि विभुद्रव्यमस्ति तर्हि विभुद्रव्यमिति कृत्वा सर्वमूर्तद्रव्येण सह तस्य संयोगः अस्ति खलु शरीरेण अस्ति तर्हि तत्र किं किं लिखितमस्ति एकः एव कालः एक एव कालः तपनेन सूर्येण सह संयुक्तः रामशरीरेण च तत्र पुनः वाक्यं पठतु भगिनि एकः एव कालः एकः एव कालः तपनेन किन्तु नाम एकः एव कालः तपनेन सूर्येण सह संयुक्तः इति खलु नाम तपनेन इति भिन्नं नास्ति सूर्येण इति भिन्नं नास्ति खलु सर्वं मिलित्वा पुनः पठतु तर्हि एक एव कालः तपनेन सूर्येण सह संयुक्तः इति इत्युक्ते किम् तपनेन सूर्येण सह एक एव कालः संयुक्तः अपि रामशरीरेण अपि च एक एव तपनेन सूर्येण कालः संयुक्तः अर्थः कः अर्थात् अस्मिन् एके अस्मिन् काले एव एकः एव कालः यत्र रामशरीरेण अपि तथा किं किम् अभवत् सूर्यतपनेन रामशरीरेण किम् अस्ति कालस्य सम्बन्धः संयुक्तः इत्युक्ते कः सम्बन्धः एक एव कालः कालः सूर्येण सह तथा रामशरीरेण संयुक्तः भवति कालः एव कालः उत्तमं रामशरीरेण अपि संयुक्तः नाम अत्र संयुक्तः नाम कः गुणः भवति अत्र संयोगः वा हा संयोगः नाम तत्र हस्तपुस्तकयोः संयोगः भवति चेत् तत्र हस्तः संयुक्तः पुस्तकेन सह इति वदामः खलु हस्तपुस्तकयोः संयोगः अस्ति चेत् हस्तः पुस्तकेन संयुक्तः अथवा पुस्तकं हस्तेन संयुक्तं खलु अत्र तथैव कालः किम् उक्तम् अत्र कालः सूर्येण सह संयुक्त तथा रामशरीरेण अपि संयुक्तः हा इति अस्ति तर्हि इदानीम् अस्माकं चित्रं किं भवति तर्हि तत्र शरीरः अस्ति सूर्यः अस्ति सूर्ये क्रिया अस्ति अपि तत्र कालः अस्ति तत्र संयोगः शरीरे अपि अस्ति काले अपि अस्ति एकः एव कालः तत्र सूर्येण अपि संयुक्तः अस्ति सः एव कालः शरीरे अपि संयुक्तः शरीरेण सह अपि संयुक्तः अस्ति इति कृत्वा इदानीं तत्र सम्बन्धः स्थापितः खलु नाम एकः मार्गः तत्र अस्ति खलु नाम एतादृशं गन्तुं शक्नुमः खलु तत्र अतः मार्गः तर्हि क्रिया शरीरे अस्ति इति तादृशं वक्तुं शक्नुमः खलु यतोहि तत्र सम्बन्धमार्गः सम्बन्धेन कृतः मार्गः तत्र लभ्यते अतः तत्र क्रिया शरीरे अस्ति अत्र स्व आश्रय इत्युक्ते सूर्यं स्वाश्रय तपनसंयुक्त कालसंयुक्तत्वम् इति नाम सूर्यः सूर्यतपनसंयुक्तः कालसंयुक्त तयोः संयुक्तत्वं पुनः अत्र संयुक्तत्वम् इति तादृशम् अग्रे अग्रे तस्य पुनः निरूपणं भवति किन्तु इदानीं प्रथमस्तरः तत् नाम तत्र मार्गः अस्ति इति किञ्चित् इदानीम् अवगतम् अस्ति अस्ति इति अस्ति अस्तु समीचीनं भगिनि अतः तत्र क्रिया शरीरे अस्ति इति वक्तुम् एकः मार्गः प्राप्तः एतावत् अस्तु अग्रे सूर्यस्य क्रियायाः साक्षी अस्ति परम्परासम्बन्धेन साक्षी तु अस्ति किन्तु साक्षी इत्युक्ते पश्यति इति किन्तु साक्षात् क्रिया शरीरे अस्ति इति वक्तुम् इच्छामः यथा घटपरिमाणं साक्षात् इति न किन्तु सम्बन्धेन केन तत्र केनचित् सम्बन्धेन तत्र यथा घटपरिमाणं कपाले अस्ति तथैव केनचित् सम्बन्धेन क्रिया सूर्यस्य क्रिया शरीरे साक्षी यः यत् अस्ति तस्मिन् अपि क्रिया अस्ति इति वक्तुम् इच्छामः अस्तु समीचीनं भगिनि अस्तु इदानीम् अग्रे तर्हि तत्र तत्र क्रिया अस्मभ्यं न वर्तते तर्हि कथं वयं ब्रह्माण्डे भवामः किन्तु यः क्रिया केवलं तत्र सूर्ये भवति सः क्रियापि अस्मिन् अस्ति इति किन्तु तत्र कः सम्बन्धः केन सम्बन्धेन इति वक्तव्यमस्ति अतः एव एतत् सर्वम् उक्तम् एतावत् अस्तु धन्यवादः भगिनि समीचीनम् अस्तु अग्रे तत्र नीता भगिनी अग्रे पठति वा एवं च परम्परासम्बन्धे स्वं रविक्रिया स्वाश्रयः रविः स्वाश्रयसंयुक्तः कालः स्वाश्रयतपनसंयुक्तकालसंयुक्तं रामशरीरम् अतः संयुक्तत्वं रामशरीरे अस्ति इति अनेन परम्परासम्बन्धेन सूर्यक्रिया रामशरीरे आगता अग्रे अपि पठतु इत्थमेव इति इत्थमेव च ताः क्रियाः लक्ष्मणशरीरे अपि सन्ति स्वं क्रिया स्वाश्रयः तपनः तत्संयुक्तः कालः तत्संयुक्तत्वं लक्ष्मणशरीरे अपि वर्तते इति हेतुः अस्तु तर्हि तत्र एतावत् एव वदतु भगिनि रामशरीरे आगता इति एव एवं रामशरीरे लक्ष्मणशरीरे च अस्माभिः रविक्रियाः आनीताः इति अस्तु समीचीनम् एवं च परम्परासम्बन्धे स्वं रविक्रिया आश्रयः रविः भगिनी परम्परा एकं भगिनी तत्र एकवारं क्षम्यतां तत्र घटपरिमाणं कपाले केन सम्बन्धेन अस्ति अधुना घटपरिमाणं घटे अस्ति घटः कपालद्वयोः मध्ये समवायसम्बन्धः अस्ति परन्तु घटपरिमाणं कपाले परम्परया आगच्छति इति उत्तमं तर्हि तत्र अत्र किम् उक्तं तत्र स्व तत्र कपालस्य एवं तथैव परम्परासम्बन्धे स्वं रविक्रिया एकनिमिषं भगिनि क्षम्यतां भगिनि तत्र तत्र किम् उक्तमासीत् स्वं तत्र पूर्वं कपालः घटपरिमाणम् इति विषये स्व परम्परासमवायि स्व अस्तु तत् अस्ति स्वसमवायि समवायित्वसम्बन्ध तर्हि तत्र स्वं नाम घटपरिमाणं समवायि इत्युक्ते घटः, स्वम् इत्युक्ते परिमाणं, घटपरिमाणं, स्वसमवायि इत्युक्ते घटः, पुनः घटस्य समवायि इत्युक्ते कपालः, कपालः, अतः स्वसमवायि समवायित्वसम्बन्धेन घटपरिमाणं कपाले अस्ति, अथवा कपालः कपाले आश्रयत्वम् अस्ति इति पूर्वमासीत्। इदानीम् अत्र किमस्ति, अत्र तु वाक्यमस्ति एतत् खलु, इत्युक्ते अधुना क्रिया सूर्य द्वयोः मध्ये समवायसम्बन्ध अस्ति, स्वं रविक्रिया स्वाश्रयः रवि, क्षम्यतां भगिनि क्षम्यताम्, नाम तत्र यथा पूर्वं स्वसमवायि समवायित्वसम्बन्धम् इति आसीत्, इदानीं सम्बन्धः कः इति अत्र उक्तमस्ति, अतः तत्र किम् उक्तम् एतत् पठतु तत्र, एवं च ततः वा, न तत्र स्क्रीन् न दृश्यते वा, तत्र ब्लू मध्ये अहं, आमामां पठामि, परन्तु अत्रत्यः परम्परासम्बन्धः भवति स्वाश्रयतपनसंयुक्तकालसंयुक्तत्वम् इति, तत् तस्य पदस्य विवरणम् अत्र अस्ति, अस्तु अस्तु अस्तु, परम्परासम्बन्धः, परम्परासम्बन्धः कीदृशः, तत् यथा स्वाश्रयतपनसंयुक्त सूर्य कालसंयुक्त अपि सूर्य, स्वाश्रयतपनसंयुक्तकालसंयुक्तत्वम् अधुना सम्बन्धः इति सम्बन्धः तस्य विवरणम् अग्रे अस्ति, इदानीं पठतु, एवं च परम्परासम्बन्धे स्वं रविक्रिया स्वाश्रयः, परम्परासम्बन्धः, परम्परासम्बन्धः नाम एतत् पदम्, एतत् पदम् तत्र स्वम् इत्युक्ते, स्वम् इत्युक्ते किं, स्वम् इत्युक्ते स्वं रविक्रिया, रविक्रिया, रविक्रिया सूर्यक्रिया एव, स्वं सूर्यक्रिया स्वम् एव, स्वं स्वम् इत्युक्ते रविक्रिया, सूर्यस्य क्रिया, स्वाश्रयः रवि, क्रियायाः आश्रयः सूर्यः एव, सूर्यः एव, अतः स्वाश्रयः, स्वाश्रयः तावत्पर्यन्तम् अर्थः कः, रविः, रविः एव, आमामां, स्वाश्रयः इत्युक्ते रवि, इत्युक्ते अर्थबोधः, स्वाश्रय रवि इति अर्थबोधः भवति, सूर्य इति अनन्तरं तपनसंयुक्तकालसंयुक्तत्वं, भगिनि अग्रे अग्रे किं लिखितं, स्वाश्रयसंयुक्तः, स्वाश्रयसंयुक्तः कालः, स्वाश्रय इत्युक्ते रवि, स्वाश्रय इत्युक्ते रवि, सूर्यसंयुक्तः कालः, स्व आश्रयसंयुक्तः इत्युक्ते कालः, कालः स्वाश्रयसंयुक्तः इत्युक्ते कालः, स्वाश्रयसंयुक्तः इत्युक्ते कालः, स्वाश्रय इत्युक्ते रवि, स्वाश्रयसंयुक्त इत्युक्ते कालः, स्वाश्रयतपन संयुक्तकालसंयुक्तम् इति रामशरीरम् इति, एवं खलु, स्वाश्रयतपन स्वाश्रयतपनसंयुक्तकालसंयुक्तं कालसंयुक्तत्वं संयुक्तत्वं, स्वाश्रयतपनसंयुक्तकालसंयुक्तं संयुक्तं रामशरीरं कालसंयुक्तं, रामशरीरं कालसंयुक्तं, रामशरीरं संयुक्तकालसंयुक्तं स्वाश्रयतपन इत्युक्ते सूर्य, स्वाश्रय इत्युक्ते रवि, सूर्य स्वाश्रय इत्युक्ते सूर्य, अनन्तरं स्वाश्रयसंयुक्तः इत्युक्ते कालः, स्वाश्रयतपनसंयुक्तकालसंयुक्तम् इति रामस्य शरीरम् इति, एवं खलु, अत्र आचार्य अत्र तत्र गतपरिच्छेदे अपि तत् तपनेन एवं मम अर्थबोध संयुक् सम्यक् रीत्या न जातं तत्र एक एव तपनेन इत्युक्ते किं तपनेन सूर्येण तपनः इति तपनः सूर्यः इति मन्ये नाम तपनः इति सूर्यस्य विशेषणं तावदेव सूर्यः तपति खलु अस्तु अस्तु तपनः सूर्यः तत्र केवलं विशेषणम् अस्तु अस्तु तपनः तपन् सूर्यः भवेत् किल आचार्य कीदृशेन तपनेन सूर्येण न तपन् इति अस्ति द्वितीय अस्ति किन्तु भगिनी तत्र शत्रुन्तं न भवति खलु तत्र महोदय न वा तत्र यत् ऐटालिक् मध्ये दत्तमस्ति तत् पर्यायवाच वाचकपदम् अस्ति इति पूर्वं श्रुतं महोदय यत्र यत्र तथा अस्ति इति इत्युक्ते तपनेन सूर्येण इत्युक्ते द्वयोः अपि एकः एव अन्वयः तत्र तपनेन सह संयुक्तः अथवा सूर्येण सह संयुक्तः इति भवति इति एव सत्यं विशेषणम् अथवा समानार्थकपदं समीचीनं हा तपनः इति अधोभागे अपि लिखितमस्ति खलु भगिनि तपनः इति अधोभागे अस्ति अपि तत्र शत्रन्तम् आसीत् चेत् नाम गच्छन् इति अस्ति चेत् तत्र तृतीया भवति गच्छता खलु किन्तु तपनेन तर्हि अकारान्तपदम् एव तत्र लुडन्तम् इति न जानामि भगिनि किन्तु अत्र दत्तमस्ति तत्र सूर्यः नाम यथा पुल्लिङ्गे अस्ति तपनः इति पुल्लिङ्गे दत्तमस्ति तपनेन विशेष तपनेन सूर्येण इत्युक्ते तपनः सूर्य एवं इति एव अथवा तत्र समानार्थकपदं यथा भगिनी उक्तं समानार्थकपदम् अथवा विशेषणम् इति एव स्वीकर्तुं शक्नुमः अतः सूर्यः इति पदस्य स्थाने तपनः अपि भवितुम् अर्हति तावदेव यत्र तपन इति अस्ति तत्र सूर्य इति अपि स्थापितुम् अथवा रविः इति अपि स्थापितुं शक्नुमः तत्तु सम्यक् भवति स्वाश्रयतपन इत्युक्ते स्वाश्रय सूर्य एवं खलु सूर्य अधुना संयुक्तकालसंयुक्तं स्वाश्रयसंयुक्तः इत्युक्ते कालः संयुक्तकालसंयुक्तं तत् कथं भवेत् अस्तु सोपानेन गच्छामः तर्हि स्वम् इत्युक्ते किम् अस्ति अधुना स्वम् इत्युक्ते क्रिया रविक्रिया सूर्ये तत्र दृश्यते वा नीतभगिनी तत्र दृश्यते वा तत्र ब्लू मध्ये स्वम् इत्युक्ते क्रिया स्वाश्रय सूर्य इदानीं सूर्येण सह कः संयुक्तः अस्ति सूर्येण सह कालः संयुक्तः तर्हि संयुक्तः इत्युक्ते कालः खलु अतः स्वाश्रयतपनसंयुक्तः इत्युक्ते कः सः कालः खलु कालः इदानीं कालेन सह कः संयुक्तः अस्ति कालेन शरीरं संयुक्तं संयुक्तं शरीरम् अस्तु अस्तु तावदेव तर्हि क्रिया तस्य आश्रयः सूर्यः सूर्येण सह कालः संयुक्तः कालेन सह शरीरं संयुक्तः अतः संयुक्तत्वं रामशरीरे अस्ति इति अनेन परम्परासम्बन्धेन सूर्यक्रिया रामशरीरे आगता यथा परिमाणस्य विषये वयम् उक्तवन्तः तत् कपाले आगतं तथैव रामशरीरे अधुना परम्परासम्बन्धेन सूर्यक्रिया आगता इति अन्य कोऽपि वदेत् यतोहि तत्र समानविषय किन्तु लक्ष्मणे कथम् इति वक्तव्यं अतः तर्हि तत्र उषा भगिनी इदानीं तत्र तत् करोति वा अस्तु महोदय इत्थमेव इति इत्थमेव च ताः क्रियाः लक्ष्मणशरीरे अपि सन्ति स्वं क्रिया स्वाश्रयः तपनः युक्तः कालः तत्संयुक्तत्वं लक्ष्मणशरीरे अपि वर्तते इति हेतोः वयं पूर्वं घटपरिमाणम् इत्यस्य कृते परम्परासम्बन्धद्वयम् अधिकृत्य वदामः तदा एव अत्र स्वम् इति सूर्यस्य क्रिया रविक्रिया स्व आश्रयः इति क्रियायाः आश्रयः रविः एव क्रियायाः आश्रयः सूर्यः सूर्यस्य स्व आश्रयसंयुक्तः कालः सूर्यस्य सूर्यः इति स्व आश्रयसंयुक् क्रिया इति रविक्रिया इति स्वं देन् रविक्रियायाः आश्रयः रविः सो स्वाश्रयसंयुक्तः कालः तत् स्वाश्रयतपनसंयुक्तकालसंयुक्तं लक्ष्मणस्य शरीरे अपि अस्ति इति लक्ष्मणशरीरं संयुक्तं लक्ष्मणशरीरम् अथवा संयुक्तत्वं संयुक्तत्वं लक्ष्मणशरीरे अस्ति अपि वर्तते इति उत्तमं भगिनि अस्तु तादृश अभ्यासः अपेक्षितः तदा एव अस्माकं मनसि सम्यक् रीत्या तिष्ठति स्वं नाम क्रिया स्वाश्रयः नाम तपनः अथवा सूर्यः तत् संयुक्तः नाम तेन संयुक्तः इत्युक्ते तपनेन सह संयुक्तः इत्युक्ते कालः इदानीं तत् संयुक्तत्वं नाम कालेन तादृशेन कालेन संयुक्तत्वं लक्ष्मणशरीरे अस्ति अस्ति इति कृत्वा क्रिया सूर्यक्रिया इदानीं लक्ष्मणशरीरे आगता तावत्पर्यन्तं वयं नीतवन्तः क्रियां सूर्यक्रियां वयं लक्ष्मणशरीरपर्यन्तं नीतवन्तः वयं वि ब्रॉट् इट् आल् द वे टु लक्ष्मणशरीरं तदा लक्ष्मणशरीरम् आश्रयः भवति क्रियायाः इति अस्तु अस्तु इदानीम् अग्रे एवं च रामशरीरे लक्ष्मणशरीरे च अस्माभिः रविक्रियाः आनीताः क्रिया तत् समवायसम्बन्धेन तपनः सूर्ये तपनः संयोगः अस्ति कालस्य कृते अपि च कालः अपि संयोगे रामशरीरे अथवा लक्ष्मणशरीरे अपि नाम काल रामशरीरयोः मध्ये संयोगः इति सम्बन्धः तपनः अपि कालः तयोः अपि संयोगः इत्येव सम्बन्धः अस्तु अग्रे परन्तु लक्ष्मणशरीरे परम्परासम्बन्धेन यावत्यः क्रियाः आगताः ततः पूर्वं काश्चन क्रियाः रामशरीरे आगताः तासाम् आश्रयः लक्ष्मणशरीरे नैव भवितुम् अर्हति कनिष्ठः इत्यपि कथं हि तत् अनुत्पन्नम् एव क्रियमाणा आश्रयः भवेत् ताः च काश्चन कथं हि तत् अनुत्पन्नमेव क्रियाणाम् आश्रयः भवेत् ताः च काश्चन काश्चन क्रियाः रामशरीरेण अनुभूता इति रामशरीरं लक्ष्मणशरीरसम्बन्धक्रिया अपेक्षया अधिकक्रियासम्बन्धम् इति रामः ज्येष्ठः इति व्यवह्रियते. रामशरीरसम्बन्धक्रिया अपेक्षया न्यूनक्रियासम्बन्धं लक्ष्मणशरीरम् इति लक्ष्मणः कनिष्ठः भवति. आम् सम्बद्धं न्यूनक्रियासम्बद्धम् परन्तु लक्ष्मणशरीरे परम्परासम्बन्धेन यावत्यः क्रियाः आगताः ततः पूर्वं लक्ष्मणशरीरे परम्परासम्बन्धेन इदानीं वयं पूर्वं दृष्टवन्तः परम्परासम्बन्धेन यावत्यः क्रियाः आगताः ततः पूर्वं रामशरीरे आगताः पूर्वं रामशरीरे आगताः यतोहि रामः इदानीं ज्येष्ठः इति इत्यनेन रामशरीरे ताः क्रियाः पूर्वम् आगतवन्तः. तासाम् आश्रयः नाम तत्र किम् उक्तम् इति किञ्चित् यावत्यः क्रियाः लक्ष्मणशरीरे आगतः इदानीं सूर्यस्य तपनक्रिया कालेन यत् वयं पूर्वं दृष्टवन्तः संयोगः अस्ति अनन्तरं कालः संयोगेन लक्ष्मणशरीरे अस्ति तावत् यावत्यः क्रियाः आगताः ततः पूर्वं रामशरीरे आगताः इदानीं यावत्यः क्रियाः लक्ष्मणस्य शरीरे आगताः ताः पूर्वं रामशरीरे आगताः इति तत्र नाम पूर्वं रामशरीरे आगताः तदनन्तरं लक्ष्मणशरीरे आगताः इति चिन्तनं वा अत्र न न महोदय इदानीं यावत् सूर्यस्य क्रिया लक्ष्मणस्य शरीरे आगताः तावत् पूर्वं पूर्वं रामशरीरे आगताः यतोहि रामशरीरे मोर् क्रियाः आगताः. सत्यं भगिनि अतः समीचीनं समीचीनं भगिनि तथैव अस्ति नाम तत्र या क्रिया लक्ष्मणशरीरे अस्ति सा क्रिया रामशरीरे अपि अस्ति खलु अस्ति रामशरीरे क्रियाः सन्ति ये लक्ष्मणशरीरे न सन्ति नाम अधिकाः क्रियाः रामशरीरे सन्ति खलु अधिकाः क्रियाः रामशरीरे सन्ति समीचीनं अग्रे तासाम् आश्रयः लक्ष्मणशरीरे शरीरं नैव भवितुम् अर्हति. यावत्यः क्रियाः रामशरीरे इदानीम् आगताः तावत्य क्रियायाः लक्ष्मणशरीरं नैव भवितुम् अर्हति न एव भवितुम् अर्हति यतो नाम तत्र काचन क्रिया रामशरीरे अपि अस्ति लक्ष्मणशरीरे अपि अस्ति किन्तु एका क्रिया न्यूनातिन्यूनम् एका क्रिया अस्ति या रामशरीरे अस्ति किन्तु लक्ष्मणशरीरे नास्ति. तत्र प्रश्नः अस्ति किमर्थं लक्ष्मणशरीरे नास्ति अतः अत्र लक्ष्मणशरीरं किमर्थं तस्याः क्रियायाः आश्रयः किमर्थं न भवितुं नास्ति इति अतः प्रश्नः तस्य उत्तरम् अग्रे अग्रे अस्ति कथं हि तत् अनुत्पन्नम् एव क्रियाणाम् आश्रयः भवेत् तथा एव वयं दृष्टश्च काश्चन अर्थः कः तत्र कथं हि तत् कथं हि तत् अनुत्पन्नमेव लक्ष्मणशरीरे न भवितुम् अर्हति इति यत् वयं पूर्वम् उक्तवन्तः तत् कथं हि अनुत्पन्नम् एव क्रियाणाम् आश्रयः भवेत्, क्रियाणाम् आश्रयः अस्ति, परन्तु अधिक अधिक क्रियाणाम् आश्रयः रामशरीरे एव आगताः. न तत् अङ्गीकुर्मः, किन्तु तत् कथं किमर्थम् इति वक्तव्यमस्ति खलु, तस्य समाधानम् अत्र अपेक्षितमस्ति. अतः प्रश्नः अस्ति कथं नाम तत्र किमर्थं नाम एका क्रिया न्यूनातिन्यूनं तत्र अथवा किमर्थं काश्चन क्रियाः सन्ति केवलं रामशरीरे सन्ति किन्तु लक्ष्मणशरीरे ताः न सन्ति, किमर्थं ताः न सन्ति इति. अतः अत्र उत्तरं दत्तम्, उत्तरं किमस्ति, कथं हि कथं हि तत् अनुत्पन्नम् एव क्रियाणाम् आशयः भवेत् इति उत्तरं. तर्हि अर्थः वक्तव्यमस्ति, अर्थः वक्तव्यः तत् अनुत्पन्नम् एव क्रियाणाम् आशयः भवेत्. तत्र तत् इत्युक्ते किं, तत् तासाम् आशयः आश्रयः क्रियाणाम् आश्रयः भवेत्, तत् अनुत्पन्नमेव क्रियाणां शरीरम्. कस्य शरीरम्? उत्तमं, कस्य शरीरं? लक्ष्मणस्य शरीरम्. लक्ष्मणशरीरं नाम या क्रियाः रामे सन्ति किन्तु लक्ष्मणे शरीरे न सन्ति, सा क्रियः लक्ष्मणस्य उत्पन्नात् पूर्वम् एव अभवन्. अतः लक्ष्मणशरीरम् अनुत्पन्नम् आसीत् तस्मिन् समये, अतः अनुत्पन्नं शरीरं कथं क्रियाणाम् आश्रयः भवेत्. ओके, अनुत्पन्नं नाट् बान् येट्. न उत्पन्नम्, अनुत्पन्नं शरीरं लक्ष्मणशरीरम्, अनुत्पन्नं लक्ष्मणशरीरं, तत् अनुत्पन्नं लक्ष्मणशरीरं क्रियाणाम् आश्रयः भवेत्, कथं भवेत्, कथं भवेत्, कथं भवेत्. अतः तत्र लक्ष्मणशरीरं न्यूनमेव, लक्ष्मणमेव. ताः च काश्चन क्रियाः रामशरीरेण अनुभूता इति रामशरीरं लक्ष्मणशरीरसम्बन्धक्रिया अपेक्षया अधिकक्रियासम्बद्धम् इति रामः ज्येष्ठः इति व्यवह्रियते. अतः तत्र ज्येष्ठः तत्र परत्वम् अपरत्वं तत्र मापनं कृतवन्तः खलु, काष्ठफलकस्य उपाधि स्वीकृत्य वयं पूर्वम् अपरं इति उक्तवन्तः. तथैव अत्र वयं तत्र मापनार्थं किं स्वीकृतवन्तः, क्रियाः कति क्रियाः तत्र शरीरे अस्ति, सूर्यस्य कति क्रियाः शरीरे अनुभूता, शरीरेण अनुभूता क्रियाः रामशरीरेण अधिकाः क्रियाः अनुभूताः सन्ति इति कृत्वा सः ज्येष्ठः इति. अतः तत्र किमपि कारणं नाम मापनं कथं कृतम् इति प्रदर्शनीयम् इति कृत्वा सूर्यस्य क्रिया इति तत्र उपाधिरूपेण वयं स्वीकृतवन्तः. तावदेव अस्तु. तथैव तत्र रामशरीरसम्बद्धक्रिया अपेक्षया न्यूनक्रियासम्बद्धं लक्ष्मणशरीरम् इति लक्ष्मणः कनिष्ठः भवति इति अस्ति. अस्तु, अतः तत्र इदानीं कालकृत परत्वम् अपरत्वम् तदि निरूपणः ज्येष्ठः कनिष्ठः ज्येष्ठः इति अस्ति, किन्तु तेषां तत्र विषयः तत्र अन्यासु तत्र अन्येषु ग्रन्थेषु तस्य तस्मिन् अधिकं नास्ति इति कृत्वा एतत् सर्वम् अत्र उक्तमस्ति. अतः सूर्यक्रिया इति उपाधिरूपेण स्वीकृत्य ज्येष्ठता अथवा कनिष्ठता नाम किम् इति वक्तुं शक्नुमः इति अस्ति. अस्तु, बहु समीचीनमस्ति. अत्र यावत्यः क्रिया इत्युक्ते एज़ मेनी क्रिया और टिल् देट् पॉइंट क्रिया इति इत्युक्ते यावत्यः इत्युक्ते किं तत्? नाम आल् द तत्र यावत्यः क्रियाः आगताः ततः पूर्वं काश्चन क्रियाः रामशरीरे आगताः. नाम आल् दोस् क्रियास् दट् हव् कम् इन् टु लक्ष्मणशरीरं बिफोर् देम् बिफोर् दोस् there were already previously there were some other kriyas in ramashariram. Astu astu idani avagatam yavatti naspatish kriya vadatu bagni yavatyah kriyah as much as kriyah that has come into ramashariram. Samichinam nama tatra when both are there, when both lakshman and rama are there, the kriya comes to both of them at the same time. So we can't use when it came, but there are some kriyas that have already been experienced by Rama Sharira, and those came before Lakshmana Sharira was even formed. Atah tatra kriyayaha kriyaha adhikyeshu, nama tatra adhikaha kriyaha Rama Sharirena anubhutaha santi. Atah tasya upayogena vayam एषः ज्येष्ठः, एषः कनिष्ठः इति वक्तुं शक्नुमः. समीचीनम्. अस्तु तर्हि अत्रैव विरमामः. धन्यवादः, नमस्काराः, अग्रिमवर्गे मिलामः. धन्यवादः.